अस्माकम् इदानीमपि विषयः अस्ति प्रेरणार्थे निच् हलन्तधातवः, विशेषहलन्धातवः. तत्र न्यूनमेव इदानीं अस्ति. तर्हि गतवर्गे अस्माभिः अचः परस्मिन् पूर्वविधौ, तदनन्तरं स्थानीयवत् आदेशः अनल्विधौ इति पठितं. तर्हि अचः परस्मिन् पूर्वविधौ कथं कार्यं करोति इति अस्माभिः पठितं. तत्र स्थानीयवत् आदेशेन किमर्थं कार्यं न भवति, यद्यपि अनल्विधिः अस्ति, तस्य कारणम् अस्माभिः दृष्टं यत् यत्र यत्र निषेधकार्यमस्ति, नाम अशास्त्रीयकार्यमस्ति, तत्र स्थानीयवत् आदेश अनल्विधौ कार्यं कर्तुं न शक्नोति. तस्य प्रसक्ति तत्रैव अस्ति यत्र विधानम् अस्ति अथवा नाम शास्त्रीयकार्यं किमपि अस्ति. तर्हि कथधातुमध्ये वृद्धिकार्यस्य बाधा इति करणीया. बाधा इत्युक्ते निषेधः, निषेधः अस्ति अतः तत्र अशास्त्रीयकार्यम् अस्ति अतः स्थानीयवत् आदेशः कार्यं न करोति. अचः परस्मिन् पूर्वविधौ इत्यनेनैव कार्यं भवति. तत्र अस्माभिः सर्वं पठितम्. तदनन्तरं अस्माभिः युवर्णातौ इति क्विप् प्रत्ययः इति सर्वम् अस्माभिः तत् अस्माभिः तत्र पठितं मन्त्रिचौ इति अवशिष्टमस्ति खलु इदानीमपि अच परस्मिन्. अस्तु, तर्हि इति तु नाम अस्माभिः पठितम्. इदानीं मित् धातवः इति अस्ति. तर्हि एतत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अचः परस्मिन् पूर्वविधौ कथं कार्यं करोति, आरम्भं करणीयं? मया लिखितम् अत्र 22:10 मध्ये मया लिखितं नी धातुः करणीयम् इति. नी धातुः करणीयं, नियोगः नुल् अस्ति खलु, युवो रणाको. गतरविवासरे किमपि पठितं खलु, अन्यभवन्तः एव पठन्तु, तत्र नूतनं किमपि नास्ति. तत्र मुख्यविषयः अस्ति यत् स्थानीयवत् आदेशः तत्र कार्यं करोति न वा. तर्हि नियोगः अक्मदे नै भवति प्रथमं तु, तदनन्तरं नै अस्ति. तत्र नै मध्ये स्थानीयवत् आदेशः इति कार्यं करोति न वा इति. तत्र स्थानीयवत् आदेशः कार्यं न करोति, तत्र यतोहि तत्र बाधाविधिः अस्ति, अतः तत्रापि कार्यं न करोति. नायकः इति सम्यक् रीत्या भवति. अस्तु, इदानीं झटिति अग्रे गच्छामः, पाठं समापयामः. तर्हि रघुपतिमहोदय, मित् धातवः. महोदय अस्ति वा? का महोदय, अहमेव. मित् धातवः मया पठनीयं वा महोदय? अस्तु अस्तु अस्तु महोदय, अहं न श्रुतवान्. अस्तु, मिद्धातवः भुवादिगणे चूरादिगणे केचन अदुपदधातवः सन्ति, येषाम् उपादायान् अतः वृद्धिः भवति अत उपादायः इत्यनेन, तदा मृतां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति. एते मिद्धातवः इत्युच्यन्ते. अत उपादायाः अपि जानीमः, उपादायाम् अतः वृद्धिः निति निति प्रत्यये परे, अङ्गस्य उपादायाः अतः वृद्धिः निति इति. भुवादिगणे घटादयः मितः इत्यनेन घट आदि येषां तेषां धातुसमूहस्य नाम घटादयः. अष्टात्रिंशत् धातवः सन्ति अस्मिन् अन्तर्गणे, चक् खग् अग् खग् रग् लग् षग् ष्टग् रग् घट नट इत्यादि इत्यादीनि अष्टात्रिंशत् धातवः सन्ति. घटयोग णिच् इदानीम् अत उपदय घाट योग इ भवति, घाटि इति इदानीं घटादयः मितः इति मित् धातु इति कृत्वा मित्रं ह्रस्व इति मित् भवति, घटयति इति भवति. तथैव तत्र व्यत् तस्यापि तत्रापि व्याथ व्याथि इति धातुः भवति, अनन्तरं ह्रस्वः भवति, मितां ह्रस्व इत्यनेन व्यथयति. तथैव प्रस् धातु अपि प्रास प्रासि इति भवति अनन्तमितान्तस्योत्तीर्णं प्रसयति इति तत्र भुवादिगणे घटादयः मितः इति सन्ति अतः यत्र इदानीं प्रेरणार्थे मिच् कुर्मः अत्र अतौपदायत्वेन तत्र दीर्घत्वं भवति अनन्तरं पुनः ह्रस्वः भवति मितान्तस्व इत्यनेन इति तर्हि मितान्तस्व तत्र मित् अन्तर्गणः अस्ति तत्र ये ये धातवः सन्ति तत्र उपधायां यः अकारः अस्ति तस्य पुनः ह्रस्वत्वं भवति तर्हि अत उपधाया इत्यनेन यदि वृद्धिकार्यं भूत्वा दीर्घं भवति चेदपि तत्र ह्रस्वं भवति तर्हि घट् मध्ये घाट् भूत्वा पुनः घट् भवति घटयति व्यथयति प्रसयति तर्हि चुरादिगणे अपि तथैव अस्ति महोदय चुरादिगणः पठितं खलु भवता न पठितं पठामि आं पठितं स्वामी पठितं पठामि वा अस्तु चुरादिगणे नान्ये मितो हेतौ इत्युक्ते न अन्ये मितः अहेतौ इत्यनेन षड् धातवः तत्र जपदयः इति सन्ति तेषां तत्र जप यम चः रः बल ची इति येषामपि उपादायम् अतः वृद्धिः भवति अत उपादाय इत्यनेन तदा मितान्ह्रस्व इत्यनेन पुनः ह्रस्वः भवति एते मित् धातवः इत्युच्यते नान्ये मितहेतौ इत्युक्ते एते एव चुरादिगणे मितः भवन्ति हेतौ अहेतौ इत्युक्ते तत्र स्वार्थे एव तत् तेषां मित्वं भवति अहेतौ तत्र हेतु अस्ति चेत् मित्वं न भवति इति अहेतौ इति वदति यथा इदानीं जपयोग णिच् स्वार्थे अतोपदाय ज्ञाप् इति भवति ज्ञापयोगी ज्ञापि मितामृत्स्वः जपयति इति यम णिच् अतोपदाय याम इति ई यामि मितान्तस्वः यमि यमयति इति तर्हि द्वादिगणे अष्टात्रिंशत् धातवः सन्ति यत्र मितान्ह्रस्व इत्यनेन ह्रस्वत्वं भवति चुरादिगणे अपि नान्य मितौ हेतौ इत्यनेन षड्धातवः सन्ति यत्र किं भवति न्यप यम सः रः बल् चि यत्र पुनः मितान्ह्रस्व इत्यनेन यत्र वृद्धि भूत्वा पुनः किं भवति ह्रस्वत्वं भवति परन्तु महोदय अत्र जपयति यमयति इति अहेतौ एव हेतौ तत्र ज्ञापयति एव भवति खलु न आं महोदय प्रायः तत् वा आमामाम् अस्माभिः पूर्वं पठितम् तत्र अहेतौ एव खलु अहेतौ इत्युक्ते तत्र केवलं हेतुमस्ति न सन्ति नाम एते षड् धातवः एवं मध्ये हेतुमध्ये खलु न अन्तौ इत्युक्ते न अन्ये मितः अहेतौ इत्युक्ते एते अहेतौ मितः इत्येव अर्थः खलु तत्र तदा अहं करपत्र पठितवान् महोदय तत्र पूर्वं अहं गतकरपत्रे अहं न स्मरामि तत्र आसीत् खलु अथवा तत्र नासीत् मम अहं पठितवान् महोदय तत्र अहं पाठितवान् अपि तादृश आसीत् लिखितवत् तत् करपत्रे अस्ति एकनिमिषं मरणपोषणयोः इत्यत्र महोदय नान्ये मितो अहेतौ इति सूत्रं वा सूत्रमस्ति वा न गणसूत्रमस्ति चुरादिगणे तर्हि एकनिमेषः तत्र पुनः पठामि द्वितीयकरपत्रे अस्ति द्वितीये वा प्रथमे प्रायः द्वितीयकरपत्रे महोदय द्वितीयकरपत्रे कुत्र आसीत् महोदय अहं एकनिमिषः अहं एकनिमिष तत्र एकनिमिष विशेष अजन्तदातवः तस्मिन् आसीत् त्रयः पश्य करोमि महोदय द्वितीयकरपत्रे अस्ति महोदय पश्य तत्र इमानि केवलं स्वार्थे प्रेरणार्थे रसवत्तं हा एकनिमिष रसवत्तं न जायते इति अस्ति कुत्र अस्ति महोदय हा क्षम्यतां तत्र पश्य जप इति अस्ति खलु जपयति जपयति इति भवति इमानि रूपाणि केवलं स्वार्थे प्रेरणार्थे रस्वत्वं न जायते इति लिखितमस्ति अस्तु अस्तु तर्हि तथैव अस्ति प्रायः तर्हि अत्र करपत्रे यद् लिखितमस्ति न्यपयति यमयति तत् केवलं स्वार्थे स्वार्थे एव मिताम्रस्व कार्यं करोति यतोहि अहेतुः अस्ति हेतुः अस्ति चेत् नाम प्रेरणार्थे तु ज्ञापयति यामयति एव भवति यथा रघुपतिमहोदयेन सम्यक् रीत्या उक्तम् अस्तु परन्तु तत्र बोधिगणे घटादि अस्ति तत् प्रेरणार्थे एव तत्र बोधिगणे तु तत्र अत्र एव वादिगणे चिन्ता नास्ति यतोहि अत्र गणसूत्रे यत् अस्ति अहेतौ तत् केवलं चुरादिगणीये अस्ति खलु आम् महोदय तर्हि अग्रे किञ्चित् लिखितमस्ति महोदय भवतः गृहे कोलाहलमस्ति वा न महोदय तद् प्रायः तत्र मम तत्र फ्यान् अस्ति खलु तत्र तस्य ध्वनिः अस्ति इदानीं म्यूट् मध्ये भवामि अस्तु अग्रे समापयतु उपयुक्तयोः द्वयोः गणयोः एकनिमिषः महोदय एकनिमिष अहं ध्वनिः भवति वा महोदय कोलाहलः भवति वा तत्र एकनिमिषः पठामि इदानीं सम्यक् अस्ति महोदय किञ्चित् सम्यक् न जानामि किमर्थम् अस्तु अस्तु उपर्युक्तयोः द्वयोः गणयोः ये दातवः सन्ति ते नित्यं मित् दातवः अन्ये दातवः सन्ति ये नित्य मित् न सन्ति केषुचित् निर्दिष्टेषु अर्थेषु मित् सन्ति अपरेषु अर्थेषु एते मित् न सन्ति एते मित् दातवः केवलं भुवादौ चिरादौ इति न अपरेषु गणेषु अपि सन्ति यथा दिवादिगणे त्रयादिगणे च सर्वे अधुपददातवः अपि न सन्ति केचन अजन्तदातवः सन्ति यथा धृ क्रयादिगणे अस्ति धरयति धारयति वा भवति अन्यत् उदाहरणमस्ति मदी इति धातुः दिवादिगणे अस्ति हर्षार्थे मित् अस्ति अतः अत उपदैत्येन वृद्धिः मदियोगणिच् मादि मिताम्रस्वः मदि मदयति अपरेषु अर्थेषु अमित् अतः मदियोगणिच् मादि मादयति एवं रीति अनेके धातवः सन्ति ते येषाम् अर्थमवलम्ब्य तत्र एते ये अर्थमवलम्ब्य मित् सन्ति अतः केचन अन्ये अपि सन्ति अन्येषु गणेषु अपि तादृश मित् धातवः सन्ति कुत्रचित् अर्थमवलम्ब्य एव मित् भवति अतः अन्येषु अपरेषु अर्थेषु मितः न भवन्ति इति अस्ति यत्र मित् भवति तत्र ह्रस्वत्वं भवति अत्र मिताम्रस्व इत्यनेन यत्र मित् नास्ति मित्संज्ञकः नास्ति चेत् तत्र तेषां तत्र अतोपदाय इत्यनेन वृद्धिः भवति इति अस्ति तर्हि कुत्रचित् गणं दृष्ट्वा अस्ति नाम यथा अस्माभिः पठितं भवादिगण चुरादिगण तत्र गणं दृष्ट्वा अस्ति, परन्तु कुत्रचित् अर्थं दृष्ट्वा अपि भवति, मित् अस्ति अथवा मित् नास्ति इति, तर्हि तत्सर्वं द्रष्टव्यम्। अस्तु, इदानीं समाप्तिः। अनेन प्रेरणार्थे नीच प्रकरणं समाप्तम्। सामान्यधातवः धातूनां किं किं कार्यं भवति इति अस्माभिः दृष्टम्। तत्र अचोण्णिति अत उपधायाः पुगन्तलघुपदस्य च इति सूत्रत्रयेण कार्यं साधितम्। सामान्येषु पुगागमः अपि दृष्टः। तदा अचिन्तधातूनां विशेषरूपाणि परिशीलितानि। तत्र पुक् युक् लुक् जुक् शुक् इति आगमः वीक्षितः। परं हलन्तधातूनां विशेषेषु कुत्र व त प घ इत्यादयः आदेशः विहितः, अनन्तरं कुत्र नुमागमः पुगागमः च विहितः इति अवलोकितम्। अधुना निच् प्रसङ्गे सर्वमेव जानन्ति। एवम् एकोऽपि धातुः न वर्तते यस्य निजन्तरूपम् अस्माभिः न ज्ञायेत। तर्हि इदानीं सामान्य हलन्तधातवः, विशेष हलन्तधातवः, सामान्य अजन्तधातवः, विशेष हलन्तधातवः सर्वम् अस्माभिः इदानीं समाप्तं। तर्हि प्रेरणार्थे निच् इति प्रकरणं समाप्तम्। तस्य प्रश्नः अस्ति वा? न महोदय, तत्र तदेव अस्ति, अत्र विशिष्ट धातूनां कृते एव तत्र आदेशाः भवन्ति। आगमः, क्षम्यतां, तावदेव अस्ति, तत्र केवलम् आगमः एव। प्रश्नः अस्ति वा कोऽपि? मदर् महोदय, मीना महोदय, पाठः समाप्तः। न महोदय। अस्तु, तर्हि इदानीं नूतनकाठ पाठम् आरभामहे। कर्मणि भावे च चतुर्थकरपत्रं 4A इति उद्घाटयतु सर्वे, उद्घाटयन्तु सर्वे। कर्मणि भावे च प्राप्नुवन्ति वा सर्वे? आं महोदय, प्राप्तवन्तः। अन्ये? अस्तु, तर्हि मदर् महोदय, भवती आरभतु। कर्मणि भावे, कर्मणि भावे च, भावार्थे कर्मण्यार्थे च यः प्रत्ययः धातुभ्यः विधीयते सः आर्थतोत्तुकसंज्ञकः इति कारणतः इष्टरूपाणां साधनार्थम् आर्थधातुकः प्रक्रिया उपयुज्येते। आर्धधातुकप्रक्रिया इत्यस्मात् धातुगणचिन्तनं न भवति। सर्वे द्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते। यत् प्रत्ययस्य वलादिः नास्ति इत्यस्मात् इडागमः न भवति कुत्रापि। अत्र भावार्थे अत्र च कर्मार्थे प्रत्ययः धातुभ्यः विधीयते ते आर्धात्मकसंज्ञकः इति कारणतः तस्य आर्धात्मकप्रक्रिया उपयुज्यते। आर्धात्मक इत्यस्मात् तत्र गणचिन्तनं न भवति, इदागमचिन्तनमेव भवति, परन्तु यत् वलादिः नास्ति अतः इदागम अपि कुत्रापि न भवति इति उक्तम्। तर्हि वस्तुतः किं भवति, कर्मणि अर्थे भावार्थे यक् प्रत्ययः आगच्छति, विकरणप्रत्यये यक् अस्ति, यक्। तर्हि धातुयोगः यक् प्रत्यये, इदानीं धातु अनन्तरं यक् प्रत्ययः अस्ति, यत् प्रत्ययः तिङ् नास्ति, शित् नास्ति, अतः आर्धातुकप्रत्ययः अस्ति, अतः आर्धातुकप्रक्रिया मध्ये अयं पाठः भवति। तदनन्तरं यत् प्रत्ययः वलादि अपि नास्ति, यकारादि अस्ति, वलादि नास्ति, अतः इरागमस्यापि चिन्तनं न भवति। तर्हि अतः अत्र इदानीं यत् प्रत्ययस्य योजनेन कथं कार्यं भवति इति वयं पठामः। अस्तु, अग्रे पठतु। यः तिङ् अथवा कृत् प्रत्ययः धातोः परे वर्तते सः च भाववासी कर्मवासी वासेत् धातोः यत् प्रत्ययः विधीयते सार्वधातुके यक् इति सूत्रेण यः धातोः परे भाव विवक्षानुसारं भाववाचक इति कर्मवाचक अस्ति चेत् धातोः पर यक् प्रत्यय यक् विधीयते सार्वधातुके यक् इति सूत्रेण सार्वधातुके यक् धातुभ्यः यक् प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे सार्वधातुके सप्तम्यन्तं यक् प्रत्वान्तं द्विपदम् इदं सूत्रम् सूत्रं स्पष्टमस्ति महोदय पठतु पूर्णं पठतु नूतनमस्ति छिन् भावकर्मणयोः इत्यस्मात् भावकर्मणयोः इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमविहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः प्रत्ययः इत्यस्य अधिकारः परश्च इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः यत् प्रत्ययः परः च भावकर्मवासिनि सार्वधातुके तर्हि यदि सार्वधातुकप्रत्ययः अस्ति नाम तिंशिप् सार्वधातुकं सार्वधातुकप्रत्ययः परे अस्ति चेत् अपि च सः प्रत्ययः सार्वधातुकप्रत्ययः भावभावे अथवा कर्मणि इति अस्ति विवक्षया तर्हि तत्र धातु अनन्तरं यत् प्रत्ययः भवति पठतु पूर्वम् अस्माभिः पठितं कर्तृशप् सार्वधातुके नाम सार्वधातुकप्रत्यये परे कर्तृर्थे धातु अनन्तरं शप् प्रत्ययः भवति गणम् अनुसृत्य शप् प्रबाध्य अन्यप्रत्यय भवति शन् इति परन्तु सार्वधातुकप्रत्यये परे यदि सः प्रत्ययः भावे अथवा कर्मणि भावे अस्ति चेत् कर्मणि कर्मण्यर्थे अस्ति चेत् किं भवति धातु अनन्तरं यक् प्रत्यय भवति यक् प्रत्ययः शप् भवन् न भवति यक् भवति तर्हि यक् प्रत्ययः कीदृशः अस्ति तिङ् अस्ति वा न क्षित् अस्ति वा न अतः यक् प्रत्ययः आर्धातुकः अस्ति तर्हि धातोः साक्षात् अनन्तरं यः यक् प्रत्ययः आगच्छति सः आर्धातुकप्रत्ययः अस्ति अतः आर्धातुकप्रक्रियायाम् इति कार्यम् अस्माभिः पठनीयम् अतः अस्मिन् पाठे अस्ति अपि च यकारादिप्रत्ययः अस्ति वलादि नास्ति अतः इदागमस्य अपि चिन्तनं महोदय किमर्थं यक् इति प्रत्ययः आर्धधातुकप्रत्ययः इति ज्ञातं किमर्थं सार्वधातुके यक् इति सूत्रमस्ति किमर्थं तादृशमस्ति तदनन्तरं तिंक्षित् सार्वधातुकं तिंक्षित् नास्ति तस्मात् आर्धार्थं रौण्ड् अबौट् वे इस्नेट् नो नो देर् इस् नो रौण्ड् अबौट् पश्यतु धातु योगः प्रत्ययः अस्ति प्रथमं तिङ् प्रत्ययः अथवा कर्तृप्रत्ययः इति कृत् प्रत्ययः इति अस्ति खलु आरम्भे धातुयोगः तिङ् प्रत्ययः अथवा धातुयोगः कृत् कृत् प्रत्ययः तर्हि तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति आम् कृत् प्रत्ययः मध्ये अपि शित् अस्ति चेत् सार्वधातुकः अस्ति तर्हि यदि एतादृश सार्वधातुकप्रत्ययः अस्ति नाम तिङ् प्रत्ययः अथवा शित् कृत् प्रत्ययः इति अस्ति चेत् धातु अनन्तरं सार्वधातुकप्रत्ययः अस्ति तस्मिन् अवस्था तस्याम् अवस्थायां धातुयोग धातु अनन्तरं साक्षात् यक् प्रत्ययः भवति नाम धातुयोगः यत् सार्वधातुकप्रत्ययः अस्ति तस्य मध्ये यक् प्रत्ययः भवति यथा अस्माभिः कर्तृषप् सार्वधातुके इति प्रत्ययः इति सूत्रमस्ति खलु तत्र अपि धातुयोगः सार्वधातुकप्रत्ययः कर्तृर्थे अस्ति चेत् धातु अनन्तरं शप् प्रत्ययः आगच्छति नाम मध्ये शप् प्रत्ययः आगच्छति तथैव अत्र मध्ये यक् प्रत्ययः आगच्छति कदा सार्वधातुकप्रत्ययः परे अस्ति चेत् अपि च सः सार्वधातुकप्रत्ययः कर्तृ कर्मवाच्य अथवा भाववाच्य अस्ति इदानीं धातु अनन्तरं साक्षात् कः प्रत्ययः अस्ति? यक् खलु। तर्हि यक् आर्धातुकप्रत्ययः अस्ति खलु, अतः धातुमध्ये धातु अङ्गं मध्ये यत् परिवर्तनं भवति तत् आर्धातुकप्रत्ययनिमित्तीकृत्य भवति, अतः आर्धातुकप्रक्रिया। कर्तर्थे मध्ये शप् प्रत्ययः भवति, शप् प्रत्ययशित् अस्ति अतः सार्धातुकः अस्ति, अतः तत्र शप् प्रत्ययः अस्ति अतः सार्धातुकप्रक्रिया इति। अतः एव आर्धातुकलकारेषु तत्र लिट् लकारे आर्धातुक तिङ् प्रत्ययः अस्ति चेत् यक् प्रत्ययः न भवति, न भवति, सार्धात्विक नास्ति इति कृत्वा गमिष्यते एव, तत्र यक् यक् नास्ति, स्या एव अस्ति। तर्हि साक्षात् कः प्रत्ययः अस्ति तद् दृष्ट्वा चिन्तनीयं यत् आर्धातुकप्रत्यया अथवा सार्धातुकप्रत्यया किम्। अवगच्छति वा? अवगतं। यदि सार्वधातुकमस्ति चेत् कर्तरि शप् इति सूत्रेण शप् आगच्छति धातो तिङ् प्रत्ययं मध्ये। सार्वधातुक अस्ति चेत् अत्रापि सार्वधातुक भवनीयं, तत्रापि सार्वधातुक भवनीयं, परन्तु कर्तरि शप् इति भाववाच्य अथवा कर्मवाच्य अस्ति चेत् यत् भवति, परन्तु प्रत्ययः तु सार्वधातुक एव। यत् आरम्भे यः प्रत्ययः आसीत् तत् सार्वधातुकप्रत्ययः एव भवेत्। कर्तरि शप् कर्मणि यक् इत्येव, तावदेव तावदेव कर्तरि शप् कर्मणि यक् अभावे यक्। परन्तु यक् अथवा शप् अनन्तरं यः प्रत्ययः भवति सः प्रत्ययः सार्वधातुक एव भवितव्य। परन्तु शप् इति तत्र सार्वधातुके एव भवति खलु, तत्र कर्तरि शप् कर्तरि शप् अनन्तरं यः प्रत्ययः अस्ति तत् सार्वधातुक भवेत्। शत्रुप्रत्ययः शत्रुप्रत्ययः कृत्पत्येषु कृत्पत्येषु प्रत्यये सार्वधातुकप्रत्यये वा तदनन्तरम् एव सर्वे प्रत्ययाः सार्वधातुकौ एव अस्ति वा? सर्वे प्रथमं तथा अस्ति चेत् मध्ये यत् कर्मणि भावे अस्ति चेत् यत् कर्तृत्वे अस्ति चेत् शप् अवगच्छन्ति सर्वे? आं महोदय। परन्तु पठतु मूल अवस्थायां नाम धातुयोगः प्रत्ययः यः आसीत् आर्धातुकप्रत्ययः एव अस्ति चेत् मध्ये यत् न भवति, नाम आशीर्लिङ्ग्लकारे यदि कर्मणि अथवा भावप्रत्ययः करणीया तदा आशीर्लिङ्गे तत्तु प्रत्ययः यत् अस्ति तिङ् प्रत्ययः, सः तिङ् प्रत्ययः सार्धातुकः नास्ति आर्धातुकः अस्ति, अतः तत्र मध्ये यत् न भवति, यत् तथैव भवति यदा तस्मात् अनन्तरं यः प्रत्ययः अस्ति सः सार्वधातुकप्रत्ययः अस्ति, अग्रे आगच्छति। यथा आशीर्लिङ्गमध्ये अथवा करणीयं भाववाच्य कर्मवाच्य तदा वयं पठामः यत् पठिष्यामः यत् तत्र मध्ये यः प्रत्ययः न भविष्यति। अस्तु, परन्तु अत्र तु नास्ति। तर्हि अग्रे तिंशि सार्वधातुकं वयं जानीमः, आर्धातुकं शेषः अपि जानीमः। तर्हि इदानीं किम् अस्माभिः पठितं? धातु योगः यक् योगः कर्मवाच्य अथवा भाववाच्य सार्वधातुकप्रत्ययः, मध्ये यक् प्रत्ययः विकरणप्रत्ययः अस्ति, यक् प्रत्ययः आर्धातुकः अस्ति अथवा अपि च वलादि नास्ति अतः किं भवति इडागमः न भवति। अस्तु, किमर्थम् आर्धधातुकशेषः अस्ति द्विवारं भवति तत्र द्विवारं आर्धधातुकं शेषः आर्धधातुकं शेषः समानसूत्रं सूत्रस्य तत् सूत्रं नास्ति खलु, तत्र आशयं लिखितमस्ति। अस्तु, तर्हि सार्वधातुक इदानीम् अग्रे मीना महोदय पठतु यत् प्रत्ययस्य स्वभावः। यक् प्रत्ययस्य स्वभावः यत् प्रत्यये हलन्त्यम् इत्यनेन अनुबन्धककारस्य इत्संज्ञा तस्य लोपः इत्यनेन अनुबन्धस्य लोपे सति य इत्यवशिष्यते यक् प्रत्ययस्य कित्वात् त्रीणि विशिष्टकार्याणि क्ति क्ति च इति सूत्र इत्यनेन गुणनिषेधः भवति वृद्धिनिषेधः अपि च तदनन्तरम् अनिदितां हल उपदाया क्ति अनिदितां हल उपधाया क्ति इत्यनेन अनिदितां धातूनाम् उपधा भूतस्य नकारस्य लोपो भवन्ति तत्र उदाहरणं न मनसि अस्ति अग्रे आगच्छति ओके सम्प्रसारणं भवति सामान्यसूत्रद्वयेन वचिस्वपीयजातीनां किति गृहिज वैव्यति वष्टि विच्छति वृच्छति पृच्छति वृजतीनां ङिति च इति सूत्रेण सम्प्रसारणं तत्र यक् इति सूत्रं तत्र ककारहलन्त्यं लोपः तस्य लोपः इति सूत्रेण तदनन्तरं यावशिष्यते त्रीणि कार्याणि सन्ति ङिति च कित् अत्र कित् अस्ति यक् इति प्रत्ययः कित् तस्मात् ङिति च इति सूत्रेण गुणनिषेधः अपि च वृद्धिनिषेधः तदनन्तरम् अनुदितां हल उपदायः ङिति इत्यनेन तत्र नकारस्य लोपो भवति तदनन्तरं सम्प्रसारणम् इति सामान्यसूत्रेण वचिस्वपीयजातीनां कित्य अपि च ग्रहिज्याव्ययी वचि विच्छति वृच्छति पृच्छति वृजतीनां किति च इति सूत्रेण सम्प्रसारणमपि भवति त्रीणि कार्याणि सन्ति अग्रे पठामि वा प्रश्नः अस्ति वा न इदानीं न अस्तु तर्हि हा यकारादि अस्ति अन्त क क यः प्रत् अस्ति तत् इत्सङ्गकः अस्ति हलन्त्यम् इत्यनेन तर्हि य इति अवशिष्यते कित् अस्ति अतः निति च इत्यनेन गुणवृद्धिनिषेधः भवति अनुदितां हल उपधाया निति अपि भवति यत् उपधा मध्ये नकारः अस्ति तस्य लोपः भवति सम्प्रसारणम् अपि भवति यदि अस्माभिः पूर्वं पठितम् पदस्य निर्णयः इति पठति न महोदय पदस्य निर्णयः भावे प्रयोगे कर्मणि प्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते भावकर्मणोः इति भावकर्मणोः विहितस्य लस्य तिपादयः आत्मनेपदिनः भवन्ति भावश्च कर्मश्च तयोः इतरेतरद्वन्द्वो भावकर्मणि तयोर्भावकर्मणोः भावकर्मणोः सप्तम्यन्तम् एकपदम् सूत्रम् अत्र विषयसप्तमी अनुदात्त आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं भावकर्मणोः आत्मनेपदम् यत्र भावे भावे च कर्मणोः यः सर्वेभ्यः धातुभ्यः आत्मनेपदमेव भवति भावकर्मणोः आत्मनेपदम् इति सूत्रेण किम् आशयं वदतु तत्र कर्मणि भावे कर्मणि प्रयोगे सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकः भवति केन सूत्रेण इत्युक्ते भावकर्मणोः यत्र तिपादयः आगच्छति चेत् तत्र आत्मनेपदिनः एव आगच्छति अनुवृत्तिसहितसु भावकर्मणोः आत्मनेपदम् इति सूत्रेण कुत्रापि यत्रापि भावकर्मणोः भावकर्मणोः तिबादेः भावकर्मणोः तिबादेः इति तत्र कथं विवरणं कर्तुमिति न जानामि अवगतं यत्र सप्तमी अस्ति खलु भावकर्मण भावे अथवा कर्मणि मध्ये ये त्रिवादयः अस्ति पादप्रत्ययाः सन्ति ते सर्वे आत्मनेपदिनः सन्ति किम् ओकेवादयः भवति प्रत्ययः आगच्छति यदि भावे अथवा कर्मणि अस्ति चेत् सदैव आत्मनेपदित्वं भवति आत्मनेपदित्वं भवति इति सर्वदा अतः भवती पश्यतु कर्मणि अथवा किं भवति ते ते इति भवति तीति कुत्रापि न भवति धातुतः प्रथमं किं भवति लस्य इति स्थाने लकारः आदेशः तदनन्तरं यक् भावकर्मणोः प्रत्ययः आगच्छति वा धातुयोगः लकारः अस्ति लकारः अस्ति अतः तत्र अस्मै पठितं खलु लस्य इति सूत्रेण लकारस्य स्थाने किं तिप्रत्ययः भवति तिपादयः भवति धातुयोगः लट् तर्हि तत्र इदानीं भवति धातुयोगः तिप्रत्ययः यदि ते इति अस्ति खलु तदनन्तरं मध्ये यक् प्रत्ययः धातु पठ्योगः य योगः ते पठ्यते इति प्रथमं त्रिपादयः भवति तदनन्तरं यक् वा तदेव मम प्रश्नः भवती चिन्तयतु त्रिवादयः नास्ति आगच्छति वा त्रिपादयः यक् सूत्रस्य निमित्तं किं केन सूत्रेण यक् भवति अस्माभिः पठितं खलु के भावे कर्मणि सार्धधातु सार्धधातुके यक् प्रथमं भवति तर्हि यत् कस्य कृते प्रथमं तत्र सार्वधातुकप्रत्ययः भवेत् खलु सार्वधातुकप्रत्ययः इत्युक्ते किं तिङ् तिङ् प्रत्ययः तिङ् नास्ति चेत् सार्वधातुक नास्ति सार्वधातुक नास्ति चेत् यक् कुतः भवति विकरणप्रत्ययस्य निमित्तं सर्वदा तस्य अनन्तरं यः प्रत्ययः अस्ति तदस्ति षट् मध्ये अपि तथैव अस्ति खलु प्रथमं तिप् प्रत्ययः तिप् तिङ् प्रत्ययः तदनन्तरं मध्ये षट् भवति अस्तु तर्हि अस्माभिः इदानीं किं पठितम् अस्माभिः इदानीं पर्यन्तं तिङ् प्रत्ययः अस्ति सः आत्मनेपदे अस्ति मध्ये यत् भवति अस्तु पुरुषवचननिर्णय पठतु पुरुषनिर्णयः वचननिर्णयः च अकर्मकधातूनां भावे प्रयोगः भवति सकर्मकधातूनां कर्मणि प्रयोगः भवति अस्तु ओके भावे प्रयोगः तिङन्तरूपाणि केवलं प्रथमपुरुषस्य एकवचन एव भवति ओ कर्मणि प्रयोगे तिङन्तरूपाणि त्रिषु पुरुषेषु त्रिषु वचनेषु च भवन्ति अत्र भावे तत्र भावे प्रयोगे अकर्मकधातूनाम् अस्ति चेत् तत्र भावे प्रयोगः भवति सकर्मकः धातूनाम् अस्ति चेत् कर्मणि प्रयोगः भवति परन्तु सर्वत्र यक् एव किल सर्वत्र यक् प्रत्ययः एव आगच्छति परन्तु धातु यदि यदि अकर्मकधातु अस्ति चेत् भावे प्रयोगः इति उक्तम् यदि सकर्मकधातुः अस्ति चेत् कर्मणि प्रयोगः इति उक्तं परन्तु यत्र भावे प्रयोगे तत्र प्रथम प्रथमपुरुषे एकवचनम् एव सर्वदा भवति कर्मणि प्रयोगे त्रिषु वचनेषु त्रिषु पुरुषेषु अपि भवति अस्माभिः खलु सर्वदा भावे प्रयोगः अस्ति चेत् प्रथमपुरुषे एकवचने एव भवति कर्मणि प्रयोगे तु त्रिषु पुरुषेषु त्रिषु लिङ्गेषु भवति कर्म इति पदः कः अस्ति कर्मपदं दृष्ट्वा वयं ज्ञातुं शक्नुमः पुरुषः कः वचनम् अस्तु अग्रे विजय महोदय लक् प्रत्ययस्य लकारनिमित्तीकृत्य वैशिष्ट्यम् आम् महोदय नमस्कारः यक् प्रत्ययस्य लकारनिमित्तीकृत्य वैशिष्ट्यम् उक्तं यत् सार्वधातुके यक् इत्यनेन धातुभ्यः यक् प्रत्ययः भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे अत्र देयं यत् लकाराः अपि प्रत्ययाः दशलकाराः सन्ति सर्वे च आदौ आर्धधातुकसंज्ञकाः तदा येषां लकाराणां स्थाने ये अष्टादश तिङ्प्रत्ययाः आदिष्टाः अष्टादश तिङ्कृतयः आदिश ते च तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकसञ्ज्ञकाः तदा लिच् लिङ्गाशिशि इति सूत्राभ्यां लिट् लकारस्य आशीर्लिङ्ग् लकारस्य च स्थाने ये अष्टादश तिङ् प्रत्ययाः आदिष्टाः ते च अपवादत्वेन सार्वधातुकसञ्ज्ञकाः अनन्तरं स्यतासि लृलुतोः इत्यनेन लृटि लृङ्गि च परे धातुतः स्य धातुतः स्य लुटि परे धातुतः तास् भवति अनुवृत्तिसहितसूत्रं लृलुटोः धातोः परश्च स्यातसि स्यातासि प्रत्यययौ अनेन लृट् लृङ् इत्यनयोः स्य प्रत्ययः लुट् लकारस्य च तास् प्रत्ययः ची लुङ्गि इत्यनेन लुङ्गि धातोः ची प्रत्ययोः प्रत्ययः भवति लुङ् लकारस्य ची प्रत्ययः वेयं यत् स्य तास् ची एते त्रयः प्रत्ययाः न तिङ् न वाश्चित् अतः तिंशात् तिंशत् सार्वधातुकम् इत्यनेन नैव सार् नैव सार्वधातुकाः न एव सार्वधातुकाः अपि च आर्धधातुकं शेषः इत्यनेन आर्धधातुकाः फलितार्थः एवं यत् लट् लोट् लङ् विधिलिङ्ग् इत्येषां चतुर्णां लकाराणां तिङ् प्रत्ययः सार्वधातुकसंज्ञकाः लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ्ग् इत्येषां षण्णां लकाराणां तिङ् प्रत्ययः आर्धधातुकसंज्ञकाः तदर्थं सार्वधातुके यक् इत्यनेन चतुर्षु एव लकारेषु यक् प्रत्ययः विधीयते अवशिष्टेषु षट्सु भाववाचकानि कर्मवाचकानि च रूपाणि भवन्ति किन्तु तत्र यक् प्रत्ययः न भवति अत्र सार्वधातुके यक् इत्यनेन यक् प्रत्ययः भाववाचके अपि भवति कर्मवाचके अपि भवति तत्र सार्वधातुके यक् सार्वधातुके प्रत्ययपरे एव अस् भवति इति लकारः अपि अत्र प्रत्ययाः एव तिक्तस् जीसिप्तस्तस् एतत् अस्ति खलु एतत् लकारः लकारः इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् ल ल ल न अत्र प्रत्ययः यत्र अस्ति लट् लकारः अस्ति चेत् अत्र भूधातुः अस्ति अत्र टि इति प्रत्ययः आगच्छति चेत् प्रथमतया लट् प्रथमतया विवक्षाया इत्यनेन लकारः आगच्छति धातुयोगः लट् धातुयोगः लोट् धातुयोगः लङ् लस्य इति अधिकार अधिकारस्य तर्हि प्रथमतया सर्वे लकाराः आर्धातुकः एव सन्ति यतोहि लट् लोट् लङ् यत् सन्ति तत्र न तु शित् अस्ति न तु तिङ् अस्ति खलु तदनन्तरं लट् स्थाने लोट् स्थाने किमपि अस्ति चेत् लस्य इत्यनेन तिप्तसि सिप्तस्थ इत्यनेन तिङ् प्रत्ययः आगच्छति आं महोदय अत्र पूर्वं दशलकाराः सन्ति सर्वे च आदौ आर्धधातुकसंज्ञकाः एव भवन्ति अत्र अष्टादश लकाराणाम् अष्टादश लकाराः सन्ति किं वदति तत्र धातुतः दशलकारः आगच्छति प्रथमम् आर्धधातुकसंज्ञके रूपेण तत्र सूत्रं किं तदनन्तरमेव लस्य इति सूत्रं भवति तदनन्तरं तिबादयः भवति तत्र सूत्रं किं दशलकारः आगमनसमये सूत्रं किं दशलकारः केन सूत्रेण आगच्छन्ति इति प्रश्न पृच्छति वा वर्तमाने लट् इत्यनेन लट् आगच्छति तदनन्तरम् अन्ये अपि सन्ति प्रत्येकस्य कृते सूत्रमस्ति खलु विवक्ष वर्तमानस्य विवक्षा अस्ति चेत् लट् करोतु प्रथमं धातुतः अस्माकं विवक्षा अस्ति वेदर् अर्थं वर्तमाने वा भविष्यत्काले वा किं लकारः आगच्छति इति तत् वर्तमाने लट् एव प्रथमसूत्रं वा तद् विवा तस्य स्थाने किम् अस्ति तत्र अनुवादरूपेण अन्यसूत्राणि भवन्ति कस्य स्थाने लट् वर्तमाने लट् इति स्थाने वर्तमाने लट् इत्यनेन लट् लकारः आगच्छति तदनन्तरं लट् मध्ये पश्यतु केवलं लकारः एव तिष्ठति खलु ल ल टकारस्य लोपः भवति तर्हि लट् लट् अस्ति तर्हि तदनन्तरं लस्य तित्तस्य सित्तस्य इत्यनेन लट् स्थाने तिङ् प्रत्ययः तदवगच्छामि प्रथमं वर्तमाने लट् यदि वर्तमाने लट् मम विवक्षा नास्ति चेत् सूत्राणि सन्ति खलु भविष्यस्य अस्ति चेत् लिट् करोतु अन्ये लकाराः सन्ति अनद्यतने लङ् इति निमन्त्रणं मन्त्रणाम् एतत् सर्वं भूत्वा लोच परोक्षे लिट् अनद्यतने लट् लिट् यत्र विवक्षा अस्ति तत् लकारः स्वीकुर्मः चेत् अत्र धातुतः प्रत्ययोजने तदनन्तरं लस्य इति सूत्रेण तिबादेः भवति ओके अवगतम् तर्हि प्रथमे सर्वे लकारः आर्धातुकाः सन्ति तदनन्तरं तिङ् प्रत्ययः आगच्छति तत्र सर्वत्र पुनः सार्वधातुकः भवति तदा किं भवति अग्रे विजय महोदय श्रूयते खलु महोदय अत्र इदानीं प्रथमम् एतत् सर्वं लकाराः सर्वे आदौ आर्धधातुकसंज्ञकाः एव अनन्तरं लकाराणां स्थाने अष्टादश तिङ्प्रत्ययः आदिष्टः एतत् वयं जानीमः एव एतदेव तिङ् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः भवन्ति परन्तु अत्र लिच्च लिङ्गाशिषि इति सूत्राभ्यां लिट् लकारस्य आशीर्लिङ्ग्लकारस्य च स्थाने अष्टादश तिङ्प्रत्ययः आदिष्टः एतत्तु अपवादत्वेन एव अत्र यत्र यत्र विवक्षा अस्ति अत्र एतत् प्रत्ययं स्वीकुर्मः अतः तत्र प्रथमम् अपवादत्वेन किं भवति अपवादत्वेन आर्धधातुकसंज्ञकः भवति तर्हि प्रथमे तु सर्वे तिङ्प्रत्ययाः सर्वेषु लकारेषु सन्ति सार्वधातुकः तिङ्क्षित् सार्वधातुकम् इत्यनेन तदनन्तरं नूतनसूत्र आगच्छति तत्र लिट् च लिङ्गाशिषि च इत्यनेन अपवादत्वेन लिट् लकारे आशीर्लिङ्ग्लकारे सर्वे तिङ् प्रत्ययः आर्धातुकः भवति तर्हि लिट् लकार आशीर्लिङ्ग्लकार आर्धातुकः अग्रे अग्रे सूत्र अग्रे किम् एतदेव खलु महोदय अत्र अनन्तरम् अत्र लकाराः प्रथमं लट् लोट् लङ् विदिनिङ्ग् च इति भवति न अग्रे वदतु न कुत्र महोदय अत्रैव अस्ति खलु अत्र अनुवृत्तिसहितसूत्रं लृल् लुटोः धातोः परस्य शतासि प्रत्यये भवति अत्र लृट् लृङ् इत्यनयोः स्या प्रत्ययं भवति भविष्यति करिष्यति इति सर्वत्र स्या स्या प्रत्ययम् आगच्छति एतत् लृट् अनन्तरं लृङ् मध्ये एव भवति स्या इति अनन्तरं लुट् लकारः स्वीकुर्मः चेत् अत्र भविताः भवितारौ इति तास् प्रत्ययः भवति अनन्तरं स्ली लुङ्गि अनन्तरं स्ली लुङ्गि इत्यनेन लुङ् धातोः स्ली प्रत्ययः भवति लुङ् लकारस्य स्ली प्रत्ययः किं महोदय अत्र अतः अत्र किं देयं चेत् स्या इति लृट् लृङ् मध्ये भवति तास् इति लुट् मध्ये भवति स्ली इति त्रयः प्रत्ययः एतत् सर्वं न तिङ् भवति न शित् भवति अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन न एव सार्वधातुकाः अत्र आर्धधातुकाः एव भवन्ति एतत् अत्र समीचीनतया उक्तमेव इदानीं लकारेषु सार्वधातुकाः भवन्ति आहत्य किं किं महोदय आहत्य केवलं लट् लोट् लङ् विधिलिङ्ग् लकारेषु एव धातु अनन्तरं साक्षात् सार्वधातुक तिङ् एतत् वयं जानीमः एव शेषः सर्वे सार्धधातुकः अतः केवलं लट् लोट् लङ् विधिलिङ्ग् लकारेषु एव मध्ये यक् प्रत्ययः भवति यतोहि तत्र तिङ् प्रत्ययः सार्वधातुकः अस्ति अन्येषु लकारेषु कर्मणि अथवा भावे मध्ये यक् प्रत्ययः न आगच्छति यतोहि ते तिङ् प्रत्ययाः वस्तुतः तिङ् प्रत्ययः अथवा यत् कोऽपि प्रत्ययः अस्ति तत् आर्धातुकप्रत्ययः अस्ति पश्यतु लिट् मध्ये अपि धातुयोगः स्य योगः तिङ् तत्र धातु अनन्तरं स्य प्रत्ययः अस्ति स्य प्रत्ययः आर्धातुकः अस्ति अतः सार्धातुके यत् इति सूत्रेण मध्ये यत् प्रत्ययः न भवितुं शक्नोति अतः आहत्य अस्माभिः पूर्वं पठितं यथा शप् प्रत्ययः केवलं लट् लोट् लङ् विधिलिङ्ग् कृते भवति तथैव यक् प्रत्यये अपि केवलं लट् लोट् लङ् विधिलिङ्ग् कृते एव भवति अन्येषु लकारेषु न भवति तर्हि पठतु लोट् लिट् लकारः अस्ति खलु तत्र कर्मणि भावः अस्ति तत्र मध्ये यक् न भवति तर्हि पठयोगः न पायोगः स्य पास्यति इति अस्ति रूपं कर्तृ अस्ति कर्मण्यर्थे किं भवति पास्यते तत्र मध्ये पुनः किमपि नास्ति अत्र पास्यते इति अत्र स्या इति ऋट्लकारः किल लक् नास्ति तत्र रिट् रिट् केवलम् आत्मनेपदी एव भवति भावकर्मणोः इति ऐ सी पास्यते इति कर्मणि प्रयोगे अस्ति परन्तु यक् यक् नास्ति पास्यति इति पास्यति इति एव अवगतं पास्यते इति तत्र यक् नास्ति स्य एव अस्ति परन्तु ते अस्ति आर्धधातुकमस्ति तस्मात् कर्मणि प्रयोगे अस्ति वा इदानीं लृट्स्थाने ते पायोगः ते अस्माकं भाववाच्यस्य कर्मणि वाच्य विवक्षा अस्ति पायोगः ते तदनन्तरं लृट्लकारः अस्ति अतः स्यतासि लृलुटः इत्यनेन स्य आगच्छति पायोगः स्य योगः ते इदानीं पश्यतु पा अनन्तरं इदानीं पा अनन्तरं प्रत्ययः कः अस्ति किं वदन् महोदय प्रश्नः किम् महोदय वदति पा अनन्तरं प्रत्ययः अस्ति इदानीं धातु अनन्तरं श्या भवति लृट्लकारः इति प्रत्ययः आर्धातुकः अस्ति वा सार्वधातुकः अस्ति वा आर्धधातुकः अस्ति अतः सार्वधातुक यक् इति सूत्रं कार्यं कर्तुं शक्नोति वा तत्र यक् न आगच्छति अतः केवलं पायोगः स्य योगः ते पास्यते इति कर्मणि अथवा भाववाच्यरूपं पास्यति इति कर्तरि लृट्लकारः साधारण लृट्लकारः पास्यते इति कर्मणि अपि च भावे च प्रयोगः अस्ति वा अस्तु अस्तु साधारण एव अस्ति कर्तृर्थः अपि साधारणमेव अस्ति कर्मणि भावे अपि साधारणमस्ति कर्मणि भावे इति किमपि विशेषः नास्ति महोदय साधारणमेव अस्ति तर्हि अहं जलं किं रामेण जलं किं वदामि रामः जलं पास्यति रामेण जलं पास्यते महोदय परन्तु यदि शत्रुप्रयोग आगन्तुं शक्यं किल यदि लृट्लकारे अनन्तरं पास्यति ओ महोदय शत्रु केवलं वर्तमाने अस्ति खलु न न तत्र शत्र इति तत्र परस्मैपदी नाम एव भवति, आत्मनेपदी शाणच्येव, अतः कर्मणि शाणच्येव भवति. मम प्रश्नः आसीत् पादातु तत्र लृट्लकारस्य तदनन्तरं शत्रुप्रयोग अथवा शामच् शामच्छति अस्ति चेत् पश्यन्तं बालकं वदिष्यन्तं बालकं पश्यन्तम् इति तत्र शब्दः कुत्र विजया महोदय म्यूट् करोतु. आं महोदय म्यूट् करोतु. आं महोदय म्यूट् करोतु. क्षत्रिप्रत्ययः भवति किं वदति स्य क्षत्रि किम् वदिष्यन्तं बालकं तत्र परन्तु कर्मणि न भवति. किमर्थं चेत् शत्रुपते सर्वदा तत्र परस्मैपदी भवति, अतः शानच्येव भवति तत्र. मम प्रश्नः शृणोतु न एकवारं, वदिष्यन्तम् इति सम्यक् रूपम् अस्ति वा? आमां महोदय, भवति एव, भवति भवति. क्षत्रिप्रत्ययः महोदय कर्तृर्थके भवति अथवा कर्मण्यर्थे भवति? शत्रुप्रत्यय कर्तृर्थे भवति. क्षत्रिप्रत्यय कर्तृर्थक अस्ति खलु, अतः अस्मिन् पाठे तस्य महत्व एव नास्ति. तत्रापि कर्तृथक अस्ति महोदय, शानच् प्रत्यय अपि कर्तृथक अस्ति खलु. शानच् तत्र भवति महोदय, शानच् तत्र भवति. न शानच् शानच् प्रत्ययः अपि कर्तृथक अस्ति न वा? या शानचस्य षित् अस्ति षित् तस्मात् सारदात्कप्रत्ययः न तदस्ति. मम प्रश्नः अस्ति शत्रुशानच् प्रत्ययः कर्तृथक अस्ति खलु. आम् कर्मण्य अर्थ वा भावार्थ अस्ति वा शत्रुशानच् प्रत्यय? भवति महोदय, पठ्यमानः भवति एव. अस्तु, परन्तु क्षत्रिप्रत्ययस्य न भवति. किमर्थं तत्र परस्मैपदी अस्ति इति कृत्वा न भवति. तर्हि क्षत्रिप्रत्ययः केवलं कर्तृर्थः अस्ति, शानच् तस्य कर्मणि अर्थे अपि भवति वा? पठ्यमान पठ्यमान तर्हि पश्यतु पश्यतु पठ्यमान पठ्यमान तत्र यत् प्रत्ययः आगच्छति पठ्यमान यत् अस्ति, यतोहि किमर्थं यतोहि शानच् प्रत्ययः षित् अस्ति अतः सार्वधातुक अतः यत् भवति मध्ये पठिष्यमान अस्ति वा? अहं न जानामि. तत्र यक् नास्ति महोदय. अस्तु, तर्हि तथा अस्ति चेत् पठिष्यमान तत्र यक् नास्ति, स्य अस्ति केवलं. यक् कुत्र नास्ति तत्र, परन्तु शानच् भवति एव. शानच् भवति, शानच् तु अस्ति. पठ् योगः शानच्, तर्हि पठ् योगः स्य योगः शानच्. इदानीं स्य प्रत्यार्धदुः अस्ति अतः यक् न भवति. तर्हि पठिष्यमान तत्र यक् नास्ति मध्ये. यक् नास्ति तस्मात् यक् आर्धदातुक आर्धदातुक प्रत्ययः द्विवारं न भवति वा? द्विवारं किम् आर्धदातुकप्रत्ययः किं द्विवारं किं किं सार्धधातुकप्रत्ययः द्विवारं भवति. पठिष्यत् पठिष्यन् पठिष्यन्तं बालकं तत्र तत्र स्यात् इति आर्धधातुकम् आर्धातुकप्रत्ययः अस्ति, धातु अनन्तरं साक्षात् आर्धातुकप्रत्ययः अस्ति अतः मध्ये यत् प्रत्ययः न भवितुं शक्नोति. सरलं तु अस्ति. तर्हि पठिष्यमानमध्ये यत् य श्रूयते तत् य यक् नास्ति, स्य प्रत्ययः अस्ति. श्या प्रत्यय अस्तु अग्रे तर्हि इदानीं अस्ति हा तर्हि आहत्य केवलं लट् लोट् लङ् विधिलिङ्गि एव यक् प्रत्ययः आगच्छति अन्येषु लकारेषु न आगच्छति यथा अस्माभिः पठितम् अस्तु तर्हि विजया महोदय पठतु अग्रे एतद् अधिकृत्य एतत् अधिकृत्य अग्रे कर्मवाचकानां भाववाचकानां च रूपाणि द्वयोः समूहयोः विभज्यन्ते अत्र इदानीमेव दृष्टवन्तः प्रथमबिन्दुः लट् लोट् लङ् विधिलिङ्ग् येषु लकारेषु यक् प्रत्ययः विधीयते इदानीं लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ् येषु लकारेषु यक् प्रत्ययः न विधीयते किम् अत्र आर्धदातकप्रत्यये आर्धदातकप्रत्यये परे यक् प्रत्ययः विधीयते परन्तु सार्वधातुक सार्वधातुकप्रत्यये एव यक् प्रत्ययः भवति आर्धदातुकप्रत्ययेषु यक् प्रत्ययः लिट् लृट् लृङ् लुङ् लुट् तत्र यक् प्रत्ययः न विधीयते इति पूर्वमेव वयं दृष्टवन्तः इदानीं स्पष्टीकरणार्थं तत्र दत्तम् अस्मिन् पाठे प्रथमतया तेषां लकाराणां रूपाणि साधयामः येषां कृते धातुभ्यः यक् विधीयते अनन्तरमेव अवशिष्टानां यत्र यक् न विधीयते प्रथमे समूहे पुनः विभजनं क्रियते यतोहि चुरादिगणे प्रक्रिया किञ्चित् भिन्ना यतोहि स्वार्थे निच् भवति अतः चुरादिगणीयाः धातवः पृथक्तया अवलोक्यन्ते अपि च आर्धधातुकप्रक्रियायां यथा सामान्यं धातूनां विभजनं भवति अन्तिमवर्णम् अधिकृत्य अजन्तानां हलन्तानां च पुनः अजन्तेषु अकारान्ताः एजन्ताः इकारान्ताः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः च एतत् मातृभिः एव अत्र साधारणतया सर्वे अवगन्तुम् इति इच्छति सा अतः एव तत्र पृथक्तया उक्तवती अनन्तरं तथा हलन्तेषु विभागचतुष्टयमपि भवति एतत्तु धात्वादेशः सम्प्रसारणीयधातवः अनिदित् अनिदितधातवः अवशिष्टधातवः च इति तत्र स्पष्टीकरणार्थं तत्र दत्तं महोदय अजन्तानां हलन्तानाम् इति धातोः मध्ये अतिकृत्य एव अन्तिमवर्णः एव अत्र विभजनं कृत्वा अत्र एतत् चुरादिगणीयः धातुः अपि अस्ति अत्र किञ्चित् विशेषणमस्ति किमस्ति चेत् अत्र स्वार्थे अस्ति अनन्तरं प्रेरणार्थे अस्ति अतः तत्र पृथक्तया एतत् अवलोकनीयमेव प्रेरणार्थे न अत्र चुरादिगणे निच् प्रत्ययः अपि आगच्छति खलु तत्र निच् प्रत्ययस्य प्रत्ययः अस्ति तदनन्तरं यक् प्रत्ययः कथं कार्यं करोति तस्य कृते भिन्नम् अस्ति अतः प्रेरणार्थं स्वार्थं किमपि नास्ति अस्तु तर्हि इदानीं प्रथमतया हा रघुपतिमहोदय पठतु लट् लोट् लट् लोट् लङ् विधिलिङ्ग् येषु लकारेषु यक् प्रत्ययः विधीयते प्रथमः बिन्दुः भावकर्मप्रक्रिया लटि लोटि लङि विधिलिङ्गि नवानां श्रूयते वा महोदय नवानां धातुगणानां भवादि आरभ्य क्रियादिवत् क्रियादि यावत् क्रियादिगणे यावत् किमर्थं चुरादिगणस्य पृथक्तया अस्माभिः दृश्यते पठ्यते अजन्तदातवः आकारान्त एजन्त च दातवः यच्छन्ति अशितप्रत्यये परे एजन्तदातवः आकारान्तः भवन्ति यक् प्रत्यय अशित् नास्ति इत्यस्मात् आदेश उपदेशे शिति इत्यनेन इत्यस्य प्रवर्तनं भवति आदेश उपदेशे शिति इति सूत्रं वदति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति इति अस्ति वयं जानीमः अनुवर्तिते सूत्रमस्ति एषः धातोः आत् उपदेशे अशिति न तु आदिदेशिकधातूनां केवलम् औपदेशिकधातूनाम् एव प्रसक्तिः तत्र उपदेशे इत्युक्ते अतः यथा ग्लै धातुः अस्ति ह्यजन्त धातुः अस्ति ग्ला इति भवति म्लै म्ला ज्यै ध्या श्यो इति अस्ति शा इति भवति सो सा वै वा भवति चो च सर्वत्र एजन्तधातूनाम् आदे आद् एच् उपदेशे अशिति इति सूत्रेण यः कोऽपि आर्धात्मकप्रत्ययः भवति स अशिति एव तदर्थं सर्वेषु आर्धात्मकप्रत्ययेषु पदेषु एजन्तधातूनाम् एजन्तानां धातूनाम् आत्वं भवति नाम आर्धात्मकप्रत्ययेषु परेषु सर्वे एजन्तदातवः आकारान्तः एव भवन्ति इति अस्ति अत्र सर्वे एजन्ताः ये सन्ति तस्य आत्वं भवति अशित् प्रत्ययः परे तर्हि आर्धातुकप्रत्ययः सर्वदा अशित् भवति अतः यक् प्रत्ययमध्ये अपि तत्र आह किं भवति ग्लै ग्ला इति भवति म्लै म्ला झै ध्या शोषा शोषा इति सर्वे तर्हि अग्रे पठतु अग्रे पठनीयं महोदय सरलमस्ति हा किन्तु आकारान्तेषु एजन्तेषु धातुषु द्वादश सन्ति क्षम्यतां ध्यायोग एवमेव अतः क्षम्यतां तत्र रूपाणि एवं निर्मीयन्ते अत्र आकारं दातवः एजन्त भावप्रक्रिया अस्ति भावकर्मप्रक्रिया एवमस्ति ये सामान्यः आकारात् एजन्ताः दातवः सन्ति तेषां कृते किमपि कार्यं नास्ति एव वर्णमेलनेव रूपाणि एवं निर्मीयन्ते धा इति धातुः अस्ति आकारं धातुः अस्ति भावकर्मणोः इत्यनेन भावकर्मणोः वीतस्य लस्य इतिपादयः आत्मनिर्वचनः भवन्ति अतः ग्रा योगते इदानीं ते इति सार्वधातुक अस्ति सार्वधातुक यक् इत्यनेन कर्मवाचके सार्वधातुके प्रत्यये परे धातुभ्यः यक् प्रत्ययः घ्रा योग यक् योगते अतः घ्रायते घ्रायते इति रूपम् एवमेव ध्या इत्यस्य ध्यायते ग्लै इत्यस्य ग्लायते मा इत्यस्य मायते भा इति अस्ति भायते भाति इति भायते ला लायते वा वायते छा छायते इति अस्ति तथा सामान्यवर्णमेलनमस्ति सामान्य आकारान्तधातूनां परन्तु इदानीं तेषां तत्र कुत्र केचन धातूनां तत्र अपवादाः सन्ति अन्ये भवति अग्रे पठतु अग्रे मुख्य अपवादः अस्तु किन्तु आकारान्तेषु एजन्तेषु च धातुषु द्वादश सन्ति द्वादशधातः सन्ति येषाम् ईकारादेशः भवति सूत्रमस्ति गुमास्ता गापा जहातिसां हलि गुमास्ता गापाः इति ओहाकिरि अत्र अपि च एते आकारं दात्वा अपि च सा इत्यस्य शो इत्यस्य सा इति भवति शो शो इत्यस्य येषां धातूनाम् आकारस्य स्थाने ईकारदेशः भवति हलादि कीर्तने इति सारदात्तिके प्रत्यये परे अत्र दात्वादेः सहसः आदेश उपदेश स्थिति इत्याभ्यां शो इत्यस्य सा इति भवति शो इत्यस्य शो सो इति भवति अनन्तरम् आदेश उपदेश इत्यनेन सा इति भवति अस्त अतः गुश्च माश्च ताश्च गाश्च पाश्च जहातिश्च साश्च तेषाम् इत्यने कृतः गुमास्ता गपा जहातिसाः तेषां गुमास्ता गापा जहातिताम् इति अस्ति गुमास्ति गुमास्ता गापा जहातितां षष्ट्यन्तं हलितप्तम्यन्तं द्विपदपितं सूत्रम् अत्र दीङ्गो युडचि निति इत्यस्मात् निति इत्यस्यनुवृत्तिः आतोलोपः इति च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः ईद्यत् इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः आर्दातके इत्यस्य अधिकारः अङ्गस्य इत्यस्य अधिकारः अनुवर्तितसूत्रमस्ति गुमास्ता गाभा जहातिस्ताम् आतः अङ्गस्य ईद् हलि इति निति आर्दातके येषां परिगणितधातूनाम् आकारान्तानां तत्र ईत्वं विधीयते कित् नित् आर्दातके प्रत्यये परे तर्हि यक् इति आर्दातकप्रत्ययः अस्ति कित् अस्ति अतः अस्य सूत्रस्य प्रसक्तिः अस्ति घू इत्यस्य वयं जानीमः शक् दातवः सन्ति घूसंज्ञकः दातवः तत्र दो इत्यस्य दा देङ् दा दुदाय् दा दाण् दा धे इत्यस्य धा दुधाय् इत्यस्य धा इति तत्र घूसंज्ञकः दातवः सन्ति यक् प्रत्यय हलादिः कित् आदातुकः अतः गुमास्तकः चेत् जहातिसां हरि इति सूत्रं प्रवर्तते आहत्य द्वादशधातवः अन्तर्भवन्ति येषाम् अनेन सूत्रेण आकारस्य ईत्वं भवति एवं प्रकारेण दायोग यक् दि इति भवति गुमास गपादिषां हलि इत्यनेन दीयोग यक् दीयते दीययोग इति अस्ति दीयते धा इत्यस्य दीयते मा इति अस्ति मीयते सा इति अस्ति स्थीयते गीयते क्रियते क्षीयते क्षीयते इति एतानि रूपाणि लटि लटि लोटि लटि लोटि लङ्गि विधिलिङ्गि च सर्वत्र यक् विधीयते अतः येषु सर्वेषु स्थलेषु यत् अङ्गम् उत्पद्यते तत् तदन्तम् इत्यतः प्रथमधातुगणसमूहस्य आत्मनेपथ्यसंज्ञकप्रत्ययः विधीयन्ते इति अस्ति अस्तु इदानीम् अङ्गमस्ति तत्र दीय धीय मीय स्थीय गीय प्रिय हीय स्थीय इति अपि च तत्र तेषां तत्र आत्मनेपदि भावकर्मणो इति आत्मनेपदि एव भवति अतः आत्मनेपदि धातूनां सिद्धतिं प्रत्यया योजनीयमस्ति तत्र चतुर्षु लकारेषु इति अस्ति अधिगतम् तत्र यक् प्रत्ययोजनान्तरं सर्वत्र लट् लोट् लङ् विधिलिङ्गि सर्वत्र तत्र किं भवति अदन्तम् अङ्गमस्ति यथा शप् मध्ये अपि अदन्तम् अस्ति अत्र शप् अतः अत्र यथा अदन्तम् अङ्गं कृते ये प्रत्ययाः सन्ति रूप सिद्धतिङ्गरूपाः रूपाणि ते तानि एव अत्रापि सन्ति परन्तु केवलम् आत्मनेपदी यतोहि भावकर्मणि केवलम् आत्मनेपदी भवति अतः लटि सिद्धतिङ्गप्रत्ययः ते इते अन्ते से इथे द्वे ए वहे महे यत् अस्माभिः पूर्वं पठितं लोटि तामितामन्तां स्व इत्थाम् इति विधिलिङ्गि लङ्गि त इतामन्त इति विधिलिङ्गि ईत ईयाताम् ईरन् इति तर्हि एतत्तु किमपि नूतनं नास्ति तर्हि अस्तु तत्र तदनन्तरं रूपाणि अपि एकवारं गृहपाठरूपेण रूपाणि अपि कुर्वन्तु तायोगः दीय इति अङ्गं भवति दीयते दीयते मीयते तर्हि लोटि अपि करोतु दीयतां लङ्गि किं भवति अदीयत विधिलिङ्गि किं भवति दीयीत तर्हि एककार्यं कुर्वन्तु एते धातवः ये सन्ति खलु दा धा मा ये अहरह धातवः तेषां कर्मणि रूपं लटि लोटि लङ्गि विधिलिङ्गि एकवारं सर्वे गृहपाठरूपेण कुर्वन्तु अग्रिमरविवासरे तस्य अभ्यासं करिष्यामः तर्हि इदानीं कस्यापि घुमास्थापा गा जहातिसाम् इति अष्टधातवः सन्ति येषाम् आकारस्य दीर्घ इकारत्वं भवति नित् कित् नित् हलादि आर्धातुकप्रत्ययपरे अतः यत् मध्ये अपि तस्य कार्यं भवति सर्वे आगच्छन्ति आं महोदय अस्तु तर्हि इदानीं विरमामः